सर्वेषां गीतासोपानवर्गं प्रति स्वागतम्। आरम्भे एकं सुभाषितं शृणुमः। विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनं विद्या भोगकरी यशस्सुखकरी विद्या गुरूणां गुरुः विद्या बन्धुजनो विदेशगमने विद्या परा देवता विद्या राजसु पूज्यते न तु धनम् विद्याविहीनः पशुः। गुरुभ्यो नमः। सर्वेभ्यः मकरसङ्क्रान्तिपर्वणः शुभाशयाः भगिनि। उत्तमं, धन्यवादाः। वयं कदा शब्दस्य प्रसङ्गे किञ्चित् अवगन्तुं प्रयत्नं कृतवन्तः। अद्यतनवर्गे अपि कदा इति विषयं स्वीकृत्य अभ्यासं कुर्मः। तम् अभ्यासं समाप्य अन्यान् विषयान् यथाशक्ति अवगन्तुं प्रयत्नं कुर्मः। तदर्थं भवन्तः सर्वे 370 पुटं पश्यन्तु। एकः अभ्यासः अस्ति, बहु सरलः अभ्यासः एव। तमभ्यासं भवन्तः सर्वे गृहपाठरूपेण दृष्टवन्तः अथवा कृतवन्तः इति मन्ये। अनेन अभ्यासेन के अंशाः ज्ञातव्याः, अनेन अभ्यासेन ज्ञातव्याः व्याकरणांशाः के इति एकवारम् अधुना अवलोकयाम। तदर्थं 370 पुटं पश्यन्तु। अभ्यासः इति लिखितमस्ति। अभ्यासः इति पदम् अभि उपसर्गपूर्वकः असुधातोः रूपम्। असुधातुः दिवादिगणे अस्ति। दिवादिगणीय अस्धातुः अर्थः तु क्षेपणे, क्षेपणे इत्यस्मिन् अर्थे अस्धातुः अस्ति। तत्र यण्सन्धिः अपि भवति। अभि इति एकः उपसर्गः, अस्धातुः क्षेपणे इत्यस्मिन् अर्थे अस्ति। घञ् प्रत्ययस्य योजनेन आसः इति पदं सिद्ध्यति। अभियोगः आसः, अभ्यासः, तत्र यण्सन्धिः अस्ति। दिवादिगणीय अस्धातोः रूपम् अस्यति, भवन्तः जानन्ति एव दिवादिगणे या श्रूयते विकरणप्रत्ययस्य आकृतिः, तदर्थं तस्य लट्लकाररूपम् अस्यति भवति। अपि च कदा इति पदं किं शब्दात् आगतम् इति अहम् उक्तवती। कदा इत्युक्ते कस्मिन् काले, अपि च तत्र सूत्रं सर्वैकान्यकिं यत्तदः कालेदा इति सूत्रेण किं शब्दात् कदा इति रूपं सिद्ध्यति। अपि च रक्तवर्णैः एकं वाक्यं लिखितमस्ति। गोमति भगिनी, एकवारं तद्वाक्यं पठित्वा किञ्चित् वदतु। प्रथमबिन्दु कदा इति प्रयोगद्वारा यथोदाहरणं प्रश्ननिर्माणं कुरुत। कदा प्रश्न वाचकशब्दः भवती अभि उक्तवती तत्र सूत्रं न जानामि, परन्तु किं शब्दस्य आगतः शब्दः कदा इति अव्ययं प्रयोगद्वारा, प्रयोगेण द्वारा। तत्र प्रयोग इति पदस्य लिङ्गं किम्? प्रयोगद्वारा स्त्रीलिङ्गम् इति चिन्तयामि भगिनि। इत्युक्ते केवलं प्रयोग तावत्पर्यन्तं? प्रयोग पुल्लिङ्गम्, अकारान्तपुल्लिङ्गं, प्र उपसर्गपूर्वकः युजुधातोः आगतशब्दः प्रयोगः। प्रयोगद्वारा, प्रयोगद्वारा तदपि पुल्लिङ्गमस्ति। यथा उदाहरणं, तत्र गुणसन्धि भूत्वा यदा यथा उदाहरणं, यथा इति अव्ययम्, उदाहरणम् इत्युक्ते समानकार्यम्। अत्र भगिनी यदा इति उक्तवती, यदा इत्यस्मिन् तत्र दकारः अस्ति, अत्र यथा अस्ति, तयोर्मध्ये भेदः अस्ति वा? अस्ति, यदा तदा, यत्र अत्र यथा तथा, यथा इत्युक्ते यदा इत्युक्ते यस्मिन् काले, यस्मिन् काले तस्मिन्, यदा नै यदा उदाहरणार्थं वेन् इट् हेपन्स् लैक् दिस् देट् वे यथा इत्युक्ते अत्र यत् दत्तं तथा यथा उदाहरणं यथा अथवा अतः किं दत्तमस्ति तथा प्रश्ननिर्माणं कुरुत निर्माणम् इति पदस्य प्रसङ्गे भवती यद् जानाति तद्वदतु नि इति उपसर्गपूर्वकः माति माति मि या मा अणु धातु मेशर् दट् इस् दि अर्थं निर्माणं माति मा उत्तमम् इत्युक्ते एतावता निर्माणं निर्माणम् इति पदं ल्युट् प्रत्ययान्तरूपम् अस्ति तत्र धातुः मा धातुः अस्ति मा धातुः त्रिषु गणेषु अस्ति इत्युक्ते मा धातुः अदादिगणे अस्ति चेत् तस्य रूपं माति जुहोत्यादिगणे अस्ति चेत् तस्य रूपं मिमीते मा धातोः रूपं दिवादिगणे अस्ति चेत् मीयते इत्युक्ते अत्र माति मिमीते अर्थः तु समानः अस्ति इत्युक्ते मान् माति इति शब्दात् मानम् इति ल्युडन्तरूपं सिद्ध्यति अत्र निर् इत्यस्य रेफः अस्ति इति कारणतः निर्माणं तत्र णत्वं भवति निर्माणम् इति निर् उपसर्गपूर्वकः मा धातुतः ल्युट् प्रत्ययस्य योजनेन निर्मितं पदं नि उपसर्गः अस्ति निस् अस्ति निर् अस्ति इत्युक्ते एते भिन्न उपसर्गाः वदतु कुरुत कुरुत इति कृ धातोः लोट् रूपमस्ति कृ धातु तनादिगणे अस्ति सकर्मकधातुः अस्ति उभयपदी धातुः अस्ति अत्र परस्मैपदी उपयोगं भवति रूपाणि वदामि करोतु कुरुतां कुर्वन्तु कुरु कुरुतं कुरुत करवाणि करवाव करवाम यूयं कुरुत मध्यमपुरुष बहुवचनरूपं कुरुत अत्र प्रश्नः इति पदमस्ति भवती श्रुतवती वा एकं सूत्रमस्ति शात् शात् इति सूत्रस्य प्रसङ्गे के जानन्ति भवती जानाति चेत् वदतु अत्र प्रश्नः इति पदस्य प्रसङ्गे शात् इति सूत्रस्य प्रसक्तिः अस्ति न जानामि भगिनि शात् न जानामि अत्र शोभा भगिनी भवती स्मारयति वा अत्र प्रश्नः इत्यस्मिन् पदे शात् इति एकं सूत्रमस्ति तस्य सूत्रस्य प्रसक्तिः अस्ति आं भगिनि तत्र अहं मन्ये स्तोः चुनश्चुः इत्यस्य अपवादसूत्रं भवति यदा अनुनासिकनकारः अस्ति चेत् न न शात् इत्युक्ते शापरात् शापरे पूर्ववर्णं शा परवर्णं नकारः अस्ति चेत् तत्र स्तोः चुनश्चुः इति सूत्रं कार्यं न करोति किमर्थं चेत् तत्र प्रश्न्यः इति भवति यदि कार्यं करोति चेत् अतः उच्चारणार्थं क्लेशः भवति इति मम स्मरणे अस्ति भगिनि उत्तमम् इत्युक्ते एवमेव पृच्छामि अत्र प्रश्नः इति पदस्य प्रसङ्गे अहं किञ्चित् पठितवती तदर्थं वक्तुमिच्छामि अत्र प्रश्नः यज्ञः विष्णः यत्नः इत्यादीनि पदानि एकेन विशिष्टसूत्रेण निर्मितानि पदानि यत् धातुतः यत्नः यज् धातुतः यज्ञः प्रच् धातुतः प्रश्नः विष् धातुतः विष्णः इत्यादीनि पदानि सिद्ध्यन्ति अत्र प्रच् इति धातुतः एकं सूत्रमस्ति यज याच यतविच्छ प्रच्छ रक्षो नञ् इति एकं सूत्रमस्ति तेन सूत्रेण नञ् इति प्रत्ययः प्रच् धातोः अनन्तरम् आयाति तत्र कानिचन अन्यानि सूत्राणि सन्ति तत्र छोः शूड् अनुनासिके च इति इत्यादीनि सूत्राणि बहूनि सूत्राणि सन्ति अपि च तत्र कीदृशं कार्यं भवति इत्युक्ते स्तोः स्युनाश्चुः इति सूत्रं कार्यं कृत्वा यज्ञः इत्यस्मिन् पदे दन्त्यनकारस्य स्थाने जकारस्य प्रभावेण यज्ञः इति पदं यज् धातुतः निर्मितं, जकारस्य प्रभावेण परवर्णः दन्त्यनकारस्य स्थाने चवर्गीय अन्तिम अनुनासिकवर्णादेशः भूत्वा यज्ञः इति रूपं सिद्ध्यति. इत्युक्ते एतावता यज्ञः इत्यस्मिन् पदे स्तोःश्चुनाश्चुः इति सूत्रेण स्च्युत्वकार्यं भवति. किन्तु प्रश्नः इत्यस्मिन् पदे स्च्युत्वस्य निषेधकसूत्रमस्ति, तत्सूत्रमेव शात्. शात् इति सूत्रेण शकारात् परस्य तवर्गस्य च्युत्वं मा भवतु इति सूत्रं वदति. तेन प्रश् आरम्भे प्रच् इत्यस्मात् प्रश् भवति, तदनन्तरं दन्त्यनकारः यथावत् तिष्ठति तत्र. इत्युक्ते स्तोःश्चुनाश्चुः इत्यस्य निषेधकसूत्रं शात्. सूत्रे एकमेव पदं भवति शात्, प्रश्नः इति पदं तस्य सूत्रस्य कृते उदाहरणं भवति. एतावता मम आशयः तु अत्र शात् इति सूत्रेण स्च्युत्वं निषेधयति. इत्युक्ते तत्र शात् इत्यस्मिन् सूत्रे अन्येषां पदानाम् अनुवृत्तिः अपि अस्ति. तत्र तस्मात् पूर्वम् एकं सूत्रमस्ति न पदान्ताच्चोरणाम् इति सूत्रमस्ति, तस्मात् सूत्रात् न इति पदस्य अनुवृत्तिः शात् इत्यस्मिन् सूत्रे आयाति इति कृत्वा अत्र स्च्युत्वं न भवति. एतावता अत्र शात् सूत्रेण प्रश्नः इति पदं साधितं. किन्तु धातुः अत्र प्रकृतिः अथवा धातुः प्रच् धातुः, प्रच् धातोः रूपमेव प्रश्नः. तावदेव. धन्यवादः भगिनी. अरविन्द महोदय, भवान् अग्रे किं लिखितमस्ति पठतु. उदाहरणं दीपावली कार्तिकः अमावास्यायां भवति. दीपावली कदा भवति? प्रश्नवाचकशब्दं कथं निष्पन्नं करणीयम् इति उदाहरणे दत्तमस्ति. दीपावली कार्तिक दीपावली इति उत्सवस्य नाम अस्ति. कार्तिकमासे अमावास्यां दिने तद्भवति. कार्तिक अमावास्यायाम् अनयोः मध्ये एका रेखा दृश्यते, किमर्थम्? अमावास्य कार्तिकमास अन्तर् अधिकारदर्शनार्थम् अधिकरणदर्शनार्थम् इत्युक्ते इदं पदं समस्तपदं, तत्र सन्धिः अपेक्षितः. इत्युक्ते एतत् पदं समस्तपदम् इति अवगन्तुं तादृशरीत्या रेखा दीयते. कार्तिकामावास्यां इत्युक्ते समस्तपदं, तत्र सन्धिः करणीयः एव. समासे नित्यमस्ति. कार्तिकमासस्य अमावास्याम् इति अर्थः किल? इफ् यु स्प्लिट् इट् विग्रहवाक्यं कथं भवति? मासस्य इति पदं मध्ये आयाति चेत् मध्यमपदलोपी भवति, किन्तु समस्तपदमेव. कार्तिकस्य अमावास्यायां कार्तिकामावास्याम् आं भगिनि. अत्र दीपावली इति पदमस्ति, तत्र दीपावली पदमपि समस्तपदमेव. अत्र दीपानाम् आवली, तत्र आवलिः इति ह्रस्व इकारान्तपदमपि अस्ति, दीर्घ इकारान्तपदमपि अस्ति. आवलिः एकं पदम्, आवली इति दीर्घ इकारान्तपदमपि अस्ति. अपि च अत्र अमावास्यायां वदतु महोदय. अमावासी इति ईकारान्तस्त्रीलिङ्गमस्ति कृत्वा तस्य सप्तमी बहुवचने. अत्र प्रथमान्तं रूपं वदतु. अमावासी, अमावास्यौ, अमावास्यः. अत्र लता शब्दवत् अमावासी ईकारान्तं नास्ति, अमावास्या. अहं वदामि भगिनि. वदतु. रमा रमी रमावत् अमावास्या, अमावास्ये, अमावस्याः, अमावास्याः बहुवचन प्रथम. अत्र सप्तमी विभक्ति एकवचनान्तरूप अमावास्यायां लैक् रमायां भवति किल? अमावासी इकारान्तशब्दं नास्ति. अत्र तु अमावास्या एव. तत्र इकारान्त प्रसक्तिः न भवति किल महोदय? आम्, किन्तु मम चिन्तनमस्ति अमावासी इति इकारान्तपदमस्ति कृत्वा. अमावास्या आकारान्तमेव, प्रथमा, द्वितीया, तृतीया, चतुर्दशी सर्वं स्त्रीलिङ्गे एव किल. प्रतिपत् प्रतिपत् नपुंसकायते, प्रथमा, द्वितीया सर्वं स्त्रीलिङ्गे एव. अमावास्या या पूर्णिमा आकारान्तस्त्रीलिङ्ग एव इति अहं मन्ये. अत्र तु पदं रमा शब्दवत् अमावास्या. भगिनी तत्र अमावास्या इति तु दीर्घ आकारस्त्रीलिङ्गे, अमावासी इति अपि एकं पदम् अस्ति स्त्रीलिङ्गे. अमावासी इति भिन्नपदं, भिन्नं पदं, भिन्नं पदम्. उत्तमम्. इत्युक्ते एतावता अस्मिन् पुटे अमावास्या रमा शब्दवत् दीर्घ आकारान्तस्त्रीलिङ्गपदं दत्तमस्ति. किन्तु यथा महोदयेन उक्तम्, ईकारान्तपदमपि, नदीशब्दवत् ईकारान्तपदमपि अस्ति इति विषयः. एतावता कार्तीकः इति मासस्य नाम अस्ति. कार्तीकः इति पदं पदस्य प्रसङ्गे भवान् जानाति चेत् वदतु महोदय, वदतु. न भगिनि, कार्तिक केवलं मासस्य नाम इति जानामि. अर्थः कः इति पश्यामश्चेत्, कृत्तिका नक्षत्रेण युक्ता पौर्णमासी यस्मिन् मासे अस्ति तस्य नाम एव कार्तिका. पुनः वदामि, कृत्तिका नक्षत्रयुक्ता पौर्णमासी यस्मिन् मासे भवति स एव कार्तिकमासः. अत्र कृत्तिका इति पदात् एव कार्तिक इति पदम् आगतम्. एतावत् अत्र कृत्तिकाशब्दात् तद्धितान्तं पदं, कृत्तिकाशब्दात् कार्तिक इति पदम् आयाति. तत्र अपत्यार्थे अण् इत्युक्ते दशरथस्य पुत्रः दाशरथी, तादृशं पदमेव अत्र कृत्तिका इत्यस्मात् कार्तिक इति पदम् आयाति. तत्र भवती प्रसङ्गे किञ्चित् वदतु महोदय, भवान् यद् जानाति. भूसत्तायां धातु लट् प्रथमपुरुष एकवचने भवति. शोभा भगिनी, अत्र भवती प्रसङ्गे तस्य निर्माणं कथं भवति एकवारं श्रावयतु. आं भगिनि, तत्र भूधातुः भ्वादिगणीयधातुः, भूयोग भ्वादिगणे शप् इति विकरणप्रत्ययः, अपि च क्रियापदस्य कृते लट् लकारस्य कृते तिङ् ति तिप् इति प्रत्ययः, सिद्धप्रत्ययः. भूयोगः शप् योगः ति, तत्र शप् इत्यस्य तु शकारस्य पकारस्य लोपः भूत्वा आ एव तिष्ठति. भूयोगः आयोगः ति. तत्र सार्वधातुकप्रत्ययः इति कृत्वा सार्वधातुकार्धधातुकयोः इत्यनेन गुणः भवति अङ्गस्य. तत्र भू इति इगन्तधातुः, उ इत्यस्य भू इत्यस्य भो ओकारः भवति भो इति. तदनन्तरम् ओ अस्ति इति कृत्वा एच् ओ यवायावः इति कार्यं करोति. तत्र ओकारस्य स्थाने अव अव् इति भवति. भकारः औ योगः अकारः योगः इति भवति. उत्तमम्. एतावता अत्र भूधातोः लट्लकाररूपं भवति, किन्तु तत्र कानिचन अन्यानि कार्याणि अपि सन्ति. तस्य पदनिष्पादनं कथं भवति इति व्याकरणवर्गे वयं दृष्टवन्तः, चिन्ता मास्तु. अत्र प्रथमं वाक्यं पठतु महोदय. अमावास्या अपि कथम् आगच्छति अत्र दत्तम्. अमावास्या अमयोगः वस् योगः आधारे ज्ञातति. अदपि चन्द्रसूर्य समीपे अस्ति. अहमपि दृष्टवती तत्र किं लिखितमस्ति इत्युक्ते, अमासः वसतः चन्द्रार्कौ यस्यां सा. अमासः वसतः वसतः इति तत्र वसति वसतः वसन्ति द्विवचनरूपम् अस्ति. अमासः वसतः चन्द्रार्कौ, चन्द्रः अर्कः, चन्द्रार्कौ अमासः वसतः यस्यां सा, सा एव अमावास्या इति अहमपि दृष्टवती. किन्तु इतोपि गभीरतया ज्ञातव्यमेव अमा इत्युक्ते किम् एतत् सर्वं ज्ञातव्यमेव. महोदय भवान् पठतु अग्रे. सङ्क्रान्तिः सूर्यस्य मकरराशिप्रवेशदिने भवति. सङ्क्रान्ति कदा भवति इति प्रश्नवाचकं. सङ्क्रान्ति सम्यक् क्रान्ति, सङ्क्रान्तिः मन् धातोः रूपं मतिः, गम् धातोः रूपं गतिः, तथा एव तत्र क्रम् धातोः रूपमेव क्रान्तिः. तत्र क्रम् धातोः रूपं क्रामति इति लट्लकाररूपम् अस्ति, क्राम्यति इति रूपमपि अस्ति. तत्र क्रम् धातोः क्तिन् प्रत्ययान्तरूपम् अस्ति, क्तिन् प्रत्ययस्य योजनेन क्रान्तिः, भ्रान्तिः, मतिः, गतिः, स्थितिः इत्यादीनि पदानि क्तिन् प्रत्ययान्तरूपाणि सन्ति. अत्र सम् उपसर्गः अस्ति, उपसर्गः अपि पदमेव. अधुना गोमती भगिनी, अत्र एकमेव रूपं सिद्ध्यति वा नो चेत् रूपद्वयमपि साधु वा? सङ्क्रान्ति तत्र सम् उपसर्गपूर्वकः क्रान्ति पदमस्ति, मोन अनुस्वारः इति सूत्रेण तत्र अनुस्वारः भवति सङ्क्रान्ति. अनन्तरं अनदर् सूत्रम् ऐ फार् गाट् ककारम् आगच्छति, दट् सूत्रम् ऐ डोण्ट् रिमेम्बर्. वा पदान्तस्य इत्युक्ते वा पदान्तस्य इति सूत्रेण एव अत्र सम् उपसर्गः, उपसर्गः अपि पदमेव इति कृत्वा वा पदान्तस्य इति सूत्रेण रूपद्वयं सिद्ध्यति. इत्युक्ते कवर्गीय अन्तिमवर्णः अनुनासिकवर्णः ण्यकारः अस्ति, ण्यकारसहितं रूपम् एकं रूपम् अस्ति, अपि च अनुस्वारसहितं रूपम् अन्यत् रूपम् अपि साधु एव. इत्युक्ते परसवर्णादेशस्य पक्षे एकं रूपं, परसवर्णादेशः न भवति चेत्, अनुस्वारः यथावत् तिष्ठति चेत् तत्र अन्यत् रूपम् इत्युक्ते अनुस्वारसहितं रूपं सिद्ध्यति इति विषयः. सूर्यस्य वदतु महोदय. सूर्यस्य षष्टि एकवचनं, सूर्यः अकारान्तपुल्लिङ्ग सूर्य, तस्य षष्टि एकवचनं सूर्यस्य. मकरराशिप्रवेशदिने, मकरराशि राश्यौ प्रवेशदिने. अत्र प्रथमान्तं रूपं किम्? मकरराशि इकारान्तपुल्लिङ्ग. सम्पूर्णं पदं पश्यतु, मकरराशि सप्तमी, सप्तमी एकवचनं मकरराशिदिने. उत्तमम्. अत्र प्रथमाविभक्त्यन्तं पदं किं भवति? मकरराशिप्रवेशदिनम्. उत्तमं, तावदेव. एतावता अत्र सप्तमी विभक्त्यन्तं पदं दत्तम् अस्ति, मकरराशिप्रवेशदिनम् इति प्रथमान्तं रूपं भवति. एतावता सङ्क्रान्तिः कदा भवति? सङ्क्रान्ति मकरराशि, सूर्यस्य मकरराशिप्रवेशदिने भवति. उत्तमम्. अद्य मकरराशिप्रवेशनं भवत् अद्य मकरसङ्क्रमण एव. प्रति मासे अपि विच् कान्स्टिलेशन् सूर्य प्रवेशति किल, तद् अनुसारं सङ्क्रान्ति भवति प्रतिमासे अपि. अद्य विशेषः कः इत्युक्ते मकरसङ्क्रान्तिदिनौ सूर्यस्य चलनं उत्तर दिशा, उत्तरदिशा भवति, स्टार्ट्स्. अतः उत्तरायणकाल स्पेशल् विशेषः. धनुस्संक्रमण अपि प्रसिद्धः किल, धनुर्मास प्रारम्भं भवति, धनुर्राशि जस्ट् इट् गोट् ओवर् नो. धनु राशि मध्ये यदा सूर्यः प्रविशति धनुस्संक्रमण भवति, तदपि एकमास फोर् ऐ मीन् एक्स्टेट् तत् समापितम्. फ्रम् टुडे मकर राशि मकर संक्रान्ति. उत्तमं, धन्यवादाः. अद्य दिनस्य प्रसक्ति अस्ति पञ्चग्रह एकस्मिन् एकस्मिन् गृहे अस्ति अद्य. सूर्यचन्द्र राहु राहु शनि बुध. उत्तमं, धन्यवादाः महोदय. अस्माकं विषयः तु कदा भवति सङ्क्रान्तिः? सङ्क्रान्तिः सूर्यस्य मकरराशिप्रवेशदिने भवति. सुजाता भगिनी अग्रिमं वाक्यं पठतु. आं भगिनि, विजयदशमी महानवम्याम् अन्तरदिने आश्वयुजशुद्ध दशम्यां भवति. आश्वयुज उत्तमं. प्रथमं पदं विजयदशमी इति लिखितमस्ति, तस्य पदस्य प्रसङ्गे वदतु. कीदृशं पदं विजयदशमी? इकारान्तपदमस्ति भगिनि, दीर्घ ईकारान्तपदम्. ईकारान्त दीर्घ ईकारान्तपदम् अस्ति. तत्र वि उपसर्गपूर्वकः, जि धातोः रूपमेव जयः. जि धातोः रूपमेव जयः इति भवति. जि धातुतः तत्र अच् इति एकः प्रत्ययः अस्ति, तेन जयः. किन्तु अत्र विशेषणत्वेन प्रयुक्तमस्ति, इत्युक्ते विजयः, विजयं, विजया इति त्रिषु लिङ्गेषु रूपाणि भवन्ति. विजया दशमी इति तत्र विग्रहवाक्यं भवति. समस्तपदं दीर्घ ईकारान्तस्त्रीलिङ्गपदं भवति. अपि च द्वितीयं पदमस्ति महानवम्याः, वदतु. महानवम्याः नवमी स्त्रीलिङ्गपदमस्ति. नवम्याः षष्ठीविभक्ति एकवचनम्. उत्तमं भगिनि. महानवम्याः यदा कदापि उत्तरपदम् अनन्तरम् अनन्तरम् अस्ति चेत् तत्र तस्मात् पूर्वं षष्ठीविभक्तेः प्रयोगः भवति. नवम्याः अनन्तरदिनं, तस्याः अनन्तरं, तस्य अनन्तरम्, एतस्य अनन्तरम्. इत्युक्ते अनन्तरम् इति उत्तरपदमस्ति चेत् तस्मात् पूर्वं सर्वदा षष्ठीविभक्तेः प्रयोगः भवति. किन्तु पूर्वम् इति पदमस्ति चेत् तत्र पञ्चमीविभक्तेः प्रयोगः भवति. तस्मात् पूर्वं, तस्य अनन्तरम् इति भवति. अत्र प्रथमान्तं पदं वदतु. प्रथमान्तं किं भगिनि? प्रथमान्त महानवम्याः महानवमी इकारान्त. उत्तमम्, ईकारान्त स्त्रीलिङ्गपदं भवति. महानवमी महानवमी इति भवति. अत्र समस्तपदमेव, किन्तु अत्र महत् इति प्रातिपदिकमस्ति. महत् इति प्रातिपदिकस्य रूपाणि त्रिषु लिङ्गेषु वक्तुं शक्नोति वा? महत् महतौ महतः एवमेव भगिनि. महत् इति विशेषणमस्ति, अपि च महत् शब्दस्य रूपाणि त्रिषु लिङ्गेषु भवन्ति. महता महतौ महतः. मम प्रश्नः तु केवलं प्रथमाविभक्ति एकवचनरूपं वदतु, इत्युक्ते पुंलिङ्गे प्रथमाविभक्ति एकवचनं किं भवति, स्त्रीलिङ्गे किं भवति, नपुंसकलिङ्गे किं भवति? महतौ महन् महतः प्रथमाविभक्ति पुंलिङ्ग एकवचनम् अस्ति. तथा न. गोमती भगिनी भवती वदतु. महान् पुल्लिङ्गशब्द एकवचनं, महती स्त्रीलिङ्ग एकवचनं, महत् नपुंसकलिङ्ग एकवचनम्. उत्तमं. महती इति दीर्घ ईकारान्तपदमस्ति, इत्युक्ते महत् इति प्रातिपदिकमस्ति, किन्तु स्त्रीलिङ्गे तस्य रूपं महती भवति. अत्र पृथक्तया लेखितुमिच्छामश्चेत्, इत्युक्ते समस्तपदम् अकृत्वा लेखितुमिच्छामश्चेत् महती नवमी इति भवति. महती नवमी महानवमी. महानवमी इति समस्तपदस्य विग्रहवाक्यं महती नवमी इति भवति. अत्र विशेषणपूर्वपदकर्मधारयसमासः भवति, किन्तु अत्र महत् इति प्रातिपदिकमस्ति, किन्तु तत्र प्रातिपदिकात् तकारस्य स्थाने दीर्घ आकारः आयाति. तत्र एकं विशिष्टं सूत्रमस्ति, तेन सूत्रेण तकारस्य स्थाने दीर्घ आकारः आयाति इति कृत्वा तत्र महा इति रूपं सिध्यति. महानवमी इत्यस्मिन् पदे विशेषणपूर्वपदकर्मधारयसमासः अस्ति. तत्र समानविभक्तिकत्वम्, एकार्थबोधकत्वम् अपि च समानाधिकरण्यं वर्तते इति वदामः कर्मधारयसमासप्रसङ्गे. अनन्तरम् इति पदं पश्यामश्चेत् तत्र नञ्समासः अस्ति, इत्युक्ते न अन्तरम् अनन्तरम् इत्युक्ते नास्ति अन्तरं यस्य तत् इति अनन्तरम् इति भवति. अत्रापि समस्तपदमेव, अनन्तरं दिनम् इति पृथक्तया लिखामश्चेत् दिनम् इति नपुंसकलिङ्गपदमस्ति. अपि च अत्र एकं पदं बहु बृहत् अस्ति, आश्वियुजशुक्लदशम्यां भवति, तत् वदतु विभक्तिः का? दशम्यां सप्तमी एकवचनं भवति मा प्रथमविभक्त्यन्तं रूपं किम्? शुक्लदश दशमी अस्ति. आश्वयुज शुक्ल दशमी. आश्वयुज इति पदं पश्यामश्चेत् तत्र आश्वयुजि इत्युक्ते अश्विनी नक्षत्रयुक्ता पौर्णमासी यस्मिन् मासे अस्ति सः मासः एव आश्वयुजमासः. इत्युक्ते अश्विनी नक्षत्रयुक्ता पौर्णमासी अस्मिन् मासे अस्ति. अत्र पश्यन्तु पौर्णमी इति एकं पदमस्ति, तत्र पर्यायवाचिनः शब्दाः त्रयः सन्ति. पौर्णमी इति एकं पदं, पूर्णिमा अन्यत् पदं, पौर्णमासी तृतीयं पदम्. एतानि विभिन्नानि पदानि, इत्युक्ते भिन्नप्रत्ययानां साधितानि पदानि, निष्पन्नानि पदानि, किन्तु तेषाम् अर्थः तु समानः एव. पौर्णमासी, पूर्णिमा, पौर्णमी इति पदानि सन्ति. अग्रिमवाक्यमपि भवती एव पठतु भगिनि. इदानीं भवती एव उक्तवती पौर्णमासी अपि एक पदम् अस्ति, तादृशी एव अमावासी अपि अस्ति किल, पौर्णमासी अमावासी पर दोस् टु गो टुगेदर्. उत्तमम्. ओके सुजाता भगिनि पठतु. गुरुपूजा आषाढपूर्णिमायां भवति. आषाढपूर्णिमायां भवति गुरुपूजा. गुरुपूजा अकारान्त पुल्लिङ्गशब्दः अस्ति. गुरुपूजा पूजा इति स्त्रीलिङ्गपदम्. स्त्रीलिङ्गपदम् स्त्रीलिङ्गपदमस्ति गुरुपूजा. अत्र गुरोः पूजा अथवा गुरूणां पूजा इति भवितुमर्हति. षष्ठीतत्पुरुषसमासः भवति. एतावता गुरुपूजा इति समस्तपदमस्ति, आकारान्तस्त्रीलिङ्गपदमस्ति. आषाढपूर्णिमायां वदतु. आषाढपूर्णिमा सप्तमी विभक्ति एकवचनमस्ति. आषाढपूर्णिमायां द्वितीयविभक्ति किमर्थं भ्रमः अत्र? पश्यतु अत्र आषाढपूर्णिमायां भवति, चिन्तयतु स्त्रीलिङ्गमस्ति सप्तमी षष्टिविभक्ति. किमर्थं षष्टि? पूर्णिमायां पूर्णिमा स्त्रीलिङ्गमस्ति. पूर्णिमायां षष्टिविभक्तेः रूपं किं भवति? पूर्णिमायाः. पूर्णिमायाः भवति, किन्तु अत्र पूर्णिमायाम् इति दत्तमस्ति. सप्तमी विभक्ति एकवचनरूपम् अस्ति. रमा शब्दवत् पदमस्ति पूर्णिमा. पूर्णिमा इति आकारान्तस्त्रीलिङ्गपदमस्ति. पूर्णिमायाम् इति दत्तमस्ति. एतावता प्रश्नः कः अत्र? गुरुपूजा आषाढपूर्णिमा, गुरुपूजा कदा भवति? गुरुपूजा आषाढपूर्णिमायां भवति. उत्तमम्. अत्र आषाढपूर्णिमा इति दत्तमस्ति. तत्र तत् किम् इति अहं दृष्टवती, अतः वदामि. भवन्तः जानन्ति एव नक्षत्राणां नामानि, भवन्तः जानन्ति एव पूर्वाषाढ उत्तराषाढ इत्यादि नक्षत्राणां नामानि सन्ति. तत्र आषाढया नक्षत्रेण युक्ता पौर्णमासी एव आषाढमासः. आषाढया नक्षत्रेण युक्ता पूर्णिमा यस्मिन् मासे भवति सः मासः एव आषाढमासः इति. साधु भगिनी. दर्शना भगिनी भवती पठतु, अग्रे किं लिखितमस्ति? युगादिः, युगादिः चैत्रशुक्लप्रतिपदायां भवति. युगादिः पुंलिङ्ग् शब्दः, प्रथमा विभक्ति. अपि च अहं मन्ये यत् समासः अपि अस्ति युगस्य आदि आदिः इति. न जानामि सम्यक् अस्ति किल, सम्यक् अस्ति वा भगिनि? उत्तमं. युगस्य आदिः षष्ठिविभक्तेः लोपः जातः. तर्हि एक्चुलि समासे तु विभक्ति लोपः एव भवति, तर्हि तत् न प्रामुख्यम् अस्ति खलु? युगानामपि वक्तुं शक्नुमः, युगस्य अपि वक्तुं शक्नुमः किल? आम्. इत्युक्ते एतावता पूर्वपदस्य साधारणतया 90% पूर्वपदस्य विभक्तिलोपः भवति. यत्र यत्र पूर्वपदस्य विभक्तिलोपः न भवति तत्र अलुक् समासः इति वदामः. उदाहरणार्थं युधिष्ठिरः इति पदमस्ति. युधिष्ठिरः इत्यस्मिन् पदे सप्तमी विभक्तेः लोपः न अभवत्. तत्र युधि, युधि इति सप्तमी विभक्ति एकवचनरूपमस्ति. विरलतया केषुचित् समस्तपदेषु पूर्वपदस्य विभक्तिलोपः न भवति. अस्तु. तर्हि चैत्रशुक्लप्रतिपदायां प्रतिपदा, चैत्रशुक्लप्रतिपदा समस्तपदम्. अहं विग्रहवाक्यं न जानामि परन्तु प्रयत्नं करोमि. चैत्रशुक्ल चैत्रे, चैत्रमासे शुक्ल किं न जानामि भगिनि. बहु किमपि ज्ञातव्यमस्ति, अहमपि वक्तुं न इच्छामि अधुना. तत्र एतावता अत्र समस्तपदमस्ति चैत्रशुक्लप्रतिपदा इति. स्त्रीलिङ्ग् वदतु. स्त्रीलिङ्ग् शब्दः अस्ति. सप्तमी विभक्ति एकवचनं. अपि च भवती तु वयं कृतवन्तः. प्रश्नः अस्ति युगादिः कदा भवति भगिनी? अत्र भवती आवश्यकं वा युगादिः कदा अपि प्रश्नः सम्यक् अस्ति खलु? व्याकरणलोके प्रत्येकस्मिन् वाक्ये एकं तिङन्तपदं भवेत् इति एकः नियमः अस्ति. अत्र भवति इति पदं नास्ति चेत् सम्यक् अवगमनं न जायते. भवति इति आवश्यकम्. अहं चिन्तितवती युगादि, युगादिः कदा अपि प्रष्टुम् अहं पृष्टवती, सम्यक् कृतवती. अस्तु. अन्यत् किमपि नास्ति अत्र खलु? एतावत् अधुना महोदयेन उक्तमासीत् तत्र एकतिङ् वाक्यं प्रत्येकस्मिन् वाक्ये एकं तिङन्तपदं भवेत् चेदेव तत् वाक्यम् इति वक्तुं, तदेव वाक्यम् इति अस्ति. अत्र प्रतिपदा इति पदमस्ति. प्रतिपदा इति आकारान्तपदमस्ति. अत्र प्रतिपदा इत्युक्ते किम् इत्युक्ते तत्र प्रतिपद्यते अथवा उपक्रम्यते अनया इत्युक्ते इट् कमेन्सस् प्रतिपदा इट् कमेन्सस् अथवा इट् स्टार्ट्स्. चैत्र, चैत्र इति मासस्य नाम अस्ति. चैत्र इति पदं चित्रशब्दात् आगतं, चित्रशब्दस्य रूपमेव चैत्र. चित्र नक्षत्रं युक्ता उत्तमं. चित्रशब्दात् एव चैत्र इति पदम् आयाति. एतावता इदं पदमपि तद्धितप्रत्ययान्तपदमेव, अण्प्रत्ययान्तपदमस्ति. अग्रे अपि पठतु भगिनि अग्रिमं वाक्यं. गणेशोत्सवः भाद्रपदशुक्लचतुर्थ्यां भवति. गणेशोत्सवः पुंलिङ्ग् शब्दः प्रथमा विभक्ति, तत्र गणेश उत्सवः तदपि समासपदम् एव. गणेश उत्सव अथवा गणेश उत्सव समासपदम् एव. प्रथमाविभक्ति एकवचनं. भाद्रपदशुक्लचतुर्थी इति शब्दः चतुर्थ्यां सप्तमीविभक्ति सप्तमीविभक्ति एकवचनं. अपि च समस्तपदम् अस्ति. अहं विग्रहवाक्यं न जानामि. अत्र पश्यतु गणेशः, गणेशः तावत् वदतु. गणानाम् एषः गणेशः गणानाम् एषः कोऽपि उक्तवद्ध. अपि च तत्र गुणसन्धि अभवत्. गणेश गणः गणस्य ईशः अपि वक्तुं शक्नुमः. अत्र पश्यतु गणेशः इत्यस्मिन् पदे गुणसन्धिः अस्ति, किन्तु अत्र विग्रहवाक्यं कथं वक्तव्यम् इत्युक्ते गणानाम् ईशः इति एव, इत्युक्ते बहुवचने एव वक्तव्यं. किमर्थं चेत् तत्र प्रमथगणाः सन्ति. प्रमथगणानाम् ईशः एव गणेशः. तत्र विग्रहवाक्ये षष्टिविभक्ति बहुवचनरूपम् एव वक्तव्यं. गणानाम् ईशः इति भवति गणेशः. प्रमथगणः इति किं प्रमथ अर्थः कः भगिनि, अहं न जानामि. प्रमथः कोऽपि वदति वा अत्र प्रमथगणाः इति? वयं प्रमथगणाः ईश्वरस्य सेवकाः, लैक् नन्दी, भृङ्गी, नटेश्वर, विगतीस् एतानि पदानि श्लोके भवति. नन्दी, भृङ्गी, नट एतेषां गणः ईश्वरस्य सेवकानां गणः प्रमथ इति वदामः. सो प्रमथगणस्य ईशः गणेशः. प्रमथ इति कथनेन तत्र प्र इति उपसर्गः अस्ति. भवन्तः सर्वे जानन्ति एव मथनं तादृशार्थः अपि अत्र आयाति. यः मनसः मथनं करोति सः एव मन्मथः. तथा एव अत्र प्रमथः, सः तु अन्यत् एव मन्थनं करोति. कार्यः एव भाद्रपद इति मासस्य नाम अस्ति. तत्र पूर्वाभाद्र, उत्तराभाद्र इत्यादि नक्षत्राणां नामानि सन्ति. इत्युक्ते यस्मिन् मासे तस्मिन् दिने पौर्णमी आयाति, सः मासः एव भाद्रपदमासः. अत्र चतुर्थी इति पदमस्ति. भाद्रपदशुक्लचतुर्थी इति लिखितमस्ति. शुक्ल इति पदं शुचिधातोः रूपं, शुचिधातुतः शुक्ल इति पदं निर्मितं. किन्तु तत्र अन्यानि कार्याणि अपि सन्ति. साधु भगिनी, अनन्तरं प्रिया भगिनी भवती वदतु अग्रिमं वाक्यं. धन्यवादः. धन्यवादः. कल्पद्रुमे प्रमथ इति विवरणं दत्तमस्ति. शिवपारिषदः स च षट्त्रिंशत्कोटिसङ्ख्यकः. षट्त्रिंशत्सहस्राणि प्रमथा द्विजसत्तमाः. तत्रैकसहस्राणि भागे षोडश संस्थिताः. षट्त्रिंशत्कोटिसङ्ख्यकाः प्रमथाः, तेषाम् ईशः गणेशः. नाममपि दत्तमस्ति, अत्र बहवः नाम अस्ति. षष्ठं वाक्यं. षष्ठम्? आम् आं भगिनि. शिवरात्रिमहोत्सवः कृष्णचतुर्दश्यां भवति. अत्र शिवरात्रिमहोत्सवः पुल्लिङ्गपदं समस्तपदमस्ति. शिव अहं विग्रहवाक्यं न जानामि. शिवरात्रिः इति पदमस्ति, तत्र विशेषणपूर्वपदकर्मधारयसमासः अस्ति. शिवा रात्रिः, रात्रिः इति स्त्रीलिङ्गपदमस्ति इति कृत्वा शिवा रात्रिः. संस्कृतभाषायां शिवः इत्युक्ते मङ्गलकारी इति अर्थः अस्ति. शिवा रात्रिः एव शिवरात्रिः इति भवति. अथवा अत्र शिवप्रिया रात्रिः इति विग्रहवाक्यं वक्तुमिच्छामश्चेत् तत्र मध्यमपदलोपि कर्मधारयसमासः भवति. एतावता विषयः तु कर्मधारयसमासे बहवः प्रभेदाः सन्ति, अत्र कर्मधारयसमासः अस्ति इत्युक्ते समानविभक्तिकत्वम् अस्ति इति कृत्वा अत्र कर्मधारयः भवति. किन्तु कीदृशकर्मधारयसमासः भवति इति अन्या वार्ता. अत्र विशेषणपूर्वपदकर्मधारयसमासः अपि भवितुमर्हति अथवा मध्यमपदलोपी कर्मधारयसमासः अपि भवितुमर्हति. शिवस्य रात्रि न भगिनि, न धन्यवाद. अत्र महोत्सवः इति पदस्य प्रसङ्गे यथा मया पूर्वम् उक्तं, महान् उत्सवः इत्युक्ते पृथक्तया वक्तुमिच्छामश्चेत् तत्र महत् प्रातिपदिकस्य रूपं पुंलिङ्गे महान् भवति. तदर्थम् अत्र महोत्सवः इति समस्तपदस्य विग्रहवाक्यं वक्तुमिच्छामश्चेत् महान् उत्सवः. अत्रापि तकारस्य स्थाने आ इति आयाति विशिष्टसूत्रेण, तदर्थमेव महायोगः उत्सवः महोत्सवः. अत्र गुणसन्धिः अपि भवति. माघकृष्णचतुर्दश्यां वदतु भगिनि. कृष्णचतुर्दश्याम् अत्र एव समस्तपदं कृष्ण ओ अत्र स्त्रीलिङ्गपदमस्ति. कृष्ण चतुर्दशी दशा अहं चिन्तयामि, सप्तमी विभक्ति कृष्णचतुर्दश्यां. चतुर्दश्याम् इति सप्तमी विभक्तिरूपमेव, किन्तु प्रथमान्तं रूपं समीचीनतया वदतु. कृष्णचतुर्दशी, चतुर्दशी इति पदमस्ति. चतुर्दशी इति पदं स्त्रीलिङ्गे अस्ति, किन्तु त्रिषु लिङ्गेषु भवितुम् अर्हति. त्रिषु लिङ्गेषु वदतु रूपाणि. चतुर्दशी, चतुर्दशः, चतुर्दशं, चतुर्दशी. उत्तमं भगिनि. चतुर्दशः, चतुर्दशं, चतुर्दशी इति रूपाणि भवन्ति. अत्र माघ इति पदमस्ति. भवती वदतु, यद् जानाति तद्वदतु. अहं न जानामि भगिनि. माघ इति मासस्य नाम. उत्तमं. मघ इति नक्षत्रस्य नाम अस्ति. मघानक्षत्रयुक्ता पौर्णमासी, पूर्णिमा यस्मिन् मासे आयाति सः मासः एव माघमासः. अत्र कृष्ण इति इत्युक्ते अस्मिन् सन्दर्भे कृष्ण इत्यस्य अर्थः कः? कृष्णस्य अर्थः कर्षयति इति कृष्णः अस्मिन् पदे. अत्र अस्मिन् पदे चन्द्रमा कृष्णपक्षस्य सर्वे वाक्यानि सर्वे वाक्येषु शुक्ल इति आगतः किल. अत्र कृष्णपक्षस्य एकपर्वदिनम्. अत्र कृष्ण इति पदस्य अर्थः तु अत्र ब्लाक् अथवा काला इति हिन्दीभाषायां वक्तुमिच्छामश्चेत्. भवती श्रुतवती वा माघम् इति एकं काव्यमस्ति, कोऽपि वदतु. माघम् इति काव्यस्य नाम अस्ति. माघकाव्यं, माघकाव्यम् इति कस्य काव्यस्य नाम इति पश्यामश्चेत् शिशुपालवधम्, शिशुपालवधम् इति एकं काव्यमस्ति, तस्य नाम एव माघकाव्यम्. तदर्थमेव एकं प्रसिद्धं वाक्यमस्ति, माघे मेघे गतं वयः. इत्युक्ते माघकाव्यस्य पठने, इत्युक्ते शिशुपालवधम् इति काव्यस्य पठने, अपि च मेघे, मेघे इत्युक्ते मेघदूतं, कालिदासेन विरचितं मेघदूतं काव्यं, तयोः पठने मम वयः गतम् इति एकेन कविना उक्तम्। अत्र एकः अलङ्कारः अपि अस्ति, श्लेषालङ्कारः, मेघे माघमासस्य मेघे वयः इत्युक्ते पक्षिणः, सो पक्षिणः गतं, दट् मीनिङ्ग् आल्सो केन् बि अप्लैड् टु दिस्। एण्ड् अनन्तरं भवती उक्तवती किल माघकाव्यम् एण्ड् मेघदूतकाव्यं पठन् वयः एव गतम्, गतं वयः इति कथनेन तत्र वयः इति प्रथमाविभक्ति एकवचनरूपमस्ति, तत्र सकारान्तपदमस्ति इति कृत्वा, सकारान्तपदम् अपि च नपुंसकलिङ्गपदमस्ति इति कृत्वा गतं वयः इति वक्तव्यमस्ति। इत्युक्ते वयः इति सकारान्तनपुंसकलिङ्गशब्दः, माघे मेघे गतं वयः इति एकं प्रसिद्धं वाक्यमस्ति। तत्र माघकाव्यम् इत्युक्ते शिशुपालवधम् इति नाम भगिनि तद् माघे मेघे कथं वयः, अत्र श्लेषालङ्कार भवती एव पठतु अग्रिमं वाक्यम्। आं भगिनि, श्रीकृष्णजयन्ती, तदेव भगिनि, श्रीकृष्णजयन्ती श्रावणकृष्णाष्टम्यां भवति। प्रश्नः, श्रीकृष्णजयन्ती कदा भवति? श्रीकृष्णजयन्ती एकारान्तस्त्रीलिङ्गशब्दः, श्रीकृष्णस्य जयनम् जयन्ती एव भगिनि, जयन्ती कृष्णजयन्ती, श्रीकृष्णजयन्ती श्रावणकृष्णाष्टम्यां, श्रवणनक्षत्रयुक्त पौर्णमास्यां श्रावण कृष्णाष्टम्यां, कृष्ण अत्रापि पक्षकृष्णपक्षम् इति अष्टमी इति श्रावणकृष्णाष्टमी इति प्रातिपदिकं, प्रातिपदिकम् अपि तदेव, किन्तु प्रथमाविभक्त्यां तस्य रूपं पुनः वदतु, सम्पूर्णसमस्तपदस्य रूपं प्रथमाविभक्त्यां किं भवति? श्रावणकृष्णाष्टमी, श्रावणकृष्णाष्टम्याम् इति अष्टमी एकवचनरूपम्। उत्तमम्, अत्र प्रातिपदिकमपि अष्टमी एव, इत्युक्ते अव्ययात् आप्सुपः इति सूत्रेण स्त्रीप्रत्ययानां योजनेन स्त्रीलिङ्गपदं सिद्ध्यति, किन्तु सुप्रत्ययस्य लोपः भवति स्त्रीलिङ्गपदेषु। श्रावणकृष्णाष्टमी इति प्रथमान्तं पदमस्ति। अग्रिमं वाक्यमपि भवती एव पठतु। आं भगिनि, श्रीरामजन्म चैत्रशुक्लनवम्यां भवति, श्रीरामजन्म कदा भवति इति प्रश्नः। श्रीरामजन्म अत्रापि श्रीरामस्य जन्म, श्रीरामजन्म चैत्रनक्षत्रयुक्त पौर्णमासे, अपि शुक्लमासं भगिनि, पौर्णमास एव न, शुक्ल किं वदामः, चित्रानक्षत्रयुक्तपौर्णमासी यस्मिन् मासे भवति सः मासः एव चैत्रमासः। अत्र पक्षमपि शुक्लपक्षमे, शुक्ल चैत्रशुक्लनवमी इति प्रथमाविभक्तिरूपं, चैत्रशुक्लनवम्याम् इति सप्तमी एकवचनरूपम्। अत्र श्रीरामजन्म इति पदं समस्तपदं दत्तमस्ति, तस्य पदस्य लिङ्गं किम्? न जानामि भगिनि, जन्म उत्तमं, तदेव जन्मनि जन्मानि, उत्तमम्। अरुणा भगिनी भवती वदतु, अत्र एतावता पदं नकारान्तपदं भवति, इत्युक्ते अत्र जन्म इति पदं नपुंसकलिङ्गपदमस्ति इति कृत्वा जन्म जन्मनि जन्मानि इति रूपाणि भवन्ति, किन्तु अस्मिन् समस्तपदे उत्तरपदं जन्म अस्ति, परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः इति सूत्रेण अत्र अन्तिमपदस्य लिङ्गमेव सम्पूर्णसमस्तपदस्य लिङ्गं भवति इति कृत्वा एतत् पदं नपुंसकलिङ्गपदं भवति. अपि च श्रीरामः इति वदामश्चेत् तत्र श्रीसहितः रामः, श्रीयुतः रामः अथवा श्रीयुक्तः रामः, श्रीसहितः रामः. कीदृशं कीदृशसमासः भगिनि अत्र? अत्रापि कर्मधारयः एव, कर्मधारय एव. एतावत् जन्मशब्दः, नकारान्तशब्दः, नपुंसकलिङ्गशब्दः. अन्ते अग्रिमं वाक्यं. धन्यवादाः शोभा भगिनी, भवती करोतु. आं भगिनि, महाभारतयुद्धं महाभारतयुद्धसमाप्तिः अमावास्यायां भवति. भगिनी तत्र अमा इति किम् इति दृष्टवती. अमा इत्युक्ते स्त्रीलिङ्गे ना माति इति, ना माति तत्र किम् अमावास्या इत्युक्ते प्रथमं तु अमा इति अव्ययम् अति अस्ति, तत्र निकटम् इति दत्तम् अव्ययम् अस्ति चेत्, किन् अन्यत् अस्ति अमा इति स्त्रीलिङ्गे, तत्र नामाति इति अव्ययम् इति मन्ये, निकटम् इति अस्ति इति कृत्वा सहार्थं निकटम् इति. अमा इत्युक्ते सामीप्यम् इति अर्थः, सामीप्यं, संहितायां सामीप्यं. भगिनी तत्र न माति इत्युक्ते तत्र चन्द्रकला एव नास्ति किल, सो मातुं किमपि नास्ति. अदर् डे वी केन् सी द सैज् आफ् द कला इस् सो मच्, either it is increasing or decreasing iti vaktum shakyate. Amavasya dina chandra na drushyate kila, so matum eva na shaknumah. Tatra vastutah na mati tasya padasya eva amavasya iti dattam shabdakalpadrume. इतोपि किञ्चित् चिन्तनीयं तस्मिन् प्रसङ्गे अवगन्तुम्. अत्र वाक्यं वदतु भगिनि, महाभारतयुद्धसमाप्तिः. तत्र भगिनि महाभारतयुद्धस्य समाप्तिः इति मन्ये षष्टितत्पुरुषः अस्ति वा? उत्तमम्. अत्र प्रथमतया वक्तुमिच्छामश्चेत् महाभारतयुद्धम् इति एकं समस्तपदं, महाभारतयुद्धस्य समाप्तिः. तत्रापि महाभारतस्य युद्धः इति भवति वा? महाभारतस्य युद्धम्, अस्तु, महाभारतस्य युद्धं, तदनन्तरं महाभारतयुद्धस्य समाप्तिः, द्वे अपि षष्टितत्पुरुष समासः. महाभारतं तत्र महाभारतं महाभारत महान् भारतम्, तत्र भारतम् इति नपुंसकलिङ्गपदं, महत् भारतम्. उत्तमं, महत् भारतम् इति विग्रहवाक्यं भवति. महत् भारतम् एव महाभारतम्. अत्रापि तकारस्य स्थाने दीर्घ आकारः आयाति इति कृत्वा साधारणतया विशेषणपूर्वपदकर्मधारयसमासे तत्र पदं महत् अस्ति चेत् महत् स्थाने महा इति आयाति. पृथक्तया इत्युक्ते समस्तपदं नास्ति चेत् महत् भारतम् इति भवति. समाप्तिः इति वदतु. समाप्तिः इति स्त्रीलिङ्गम् इति मन्ये, अतः तत्र महाभारतयुद्धसमाप्तिः महाभारतमतिः मतिः मतयः महाभारतयुद्धसमाप्तिः महाभारतयुद्धसमाप्तयः इति प्रथमविभक्त्यां भवति. मम प्रश्नः तु समाप्तिः इति पदस्य प्रसङ्गे अहं वदामि, तत्र सम् उपसर्गपूर्वकः आप् धातुः अस्ति. आप् धातोः रूपं भवती जानाति एव किं, लट्लकाररूपम् आप्नोति. आम् आम् आम्. अत्र आप् धातोः रूपम् आप्लु इति धातुः अस्ति. आप्नोति, आप्नुतः, आप्नुवन्ति. उत्तमं, वदतु. आं क्षम्यताम्, आप्नोति इत्युक्ते स्वादिगणे अस्ति इति स्नु विकरणप्रत्यय प्रत्ययसकारणेन नो इति भवति आप्योगः नो योगः ति उत्तमम् इत्युक्ते तम् उपसर्गपूर्वकः आप् धातुतः क्तिन् प्रत्ययस्य योजनेन समाप्तिः इति रूपं भवति आप् धातोः रूपम् आप्नोति आप्नोति आप्नुतः आप्नुवन्ति इति रूपाणि भवन्ति अत्र आप्नोति प्राप्नोति एतानि समानार्थकपदानि किन्तु तत्र प्राप्नोति इत्यस्मिन् प्र उपसर्गः अस्ति अस्मिन् प्रसङ्गे सम् उपसर्गः अस्ति समाप्तिः इति भवति अग्रिमं पदं वदतु अमावास्यायां भवति तत्र अमावास्या इति स्त्रीलिङ्गे इति दृष्टवन्तः अतः तत्र सप्तमी विभक्तौ अमावास्यायाम् इति भवति अग्रिमं वाक्यं कृष्णस्य गीतोपदेशः गीताजयन्ती अथवा गीताजयन्ती मार्गशीर्ष शुक्लैकादश्यां भवति तत्र मार्गशीर्ष शुक्ल एकादश्यां भवति इति तत्र कृष्णस्य गीता उपदेशः इति तत्र तु सन्धि भूत्वा गीतो उत्वं भवति अनन्तरम् ओकारः भूत्वा गीतोपदेशः इति भवति तत्र उत्वं चतुर्थभाटसूत्रेण भवति भगिनि अत्र पश्यतु किमर्थं विसर्गसन्धेः प्रसक्तिः अत्र अस्ति गीतोपदेशः तत्र ओ न क्षम्यतां तत्र गुणः एव क्षम्यताम् गीतायाः उपदेशः गीता उपदेशः गीतायाः उपदेशः इति भवति तत्र षष्टितत्पुरुषसमासः अस्ति यत्र समासः अस्ति तत्र सन्धिः नित्यः तत्र गीता इति दीर्घ आकारान्तपदमस्ति स्त्रीलिङ्गपदमस्ति गीता गीतायोगः उपदेशः तत्र आकार उकारयोः मेलनेन आद्गुणः सूत्रेण गुणसन्धिः भवति अत्र मार्गशीर्षशुक्लैकादश्यां वदतु तत्र मार्गशीर्ष इत्युक्ते तत्र नक्षत्रस्य नाम मृगशिर मृगशिर इति अस्ति तत्र तद्धिता इति मन्ये भगिनी मृगशिर इत्यस्य मार्गशीर्ष इति मार्गशीर्ष शुक्ल एकादश्यां शुक्ल एकादश्यां शुक्लैकादश्यां तत्र वृद्धिः मार्गशीर्ष शुक्लैकादश्याम् इति सप्तमी विभक्त्यां भवति प्रथमान्तं पदं किं प्रथमान्तपदं भवति मार्गशीर्ष शुक्लैकादशी इति तस्य सप्तमी विभक्तिः एतावत् अत्र मृगशिरा नक्षत्रयुक्ता पौर्णमासी एव मार्गशीर्षः तत्र मार्गशीर्षः इति एकं पदमस्ति मार्गशिरः इति अपि अस्ति मार्गशीर्षः मार्गशिरः द्वयोः अर्थः तु समानः एव मृगशीर्षेण युक्ता पौर्णमासी मार्गशीर्षः इति भवति शिरः शीर्षः पर्यायपदं किल उत्तमं मृगस्य शिरः इति तत्र मृगशिरः अथवा मृगस्य शीर्षः उत्तमम् उत्तमं भगिनि अत्र एकादशी इति स्त्रीलिङ्गपदमस्ति त्रिषु लिङ्गेषु रूपाणि वदतु तत्र एकादशः एकादशम् एकादशी इति भवति उत्तमं धन्यवादः भगिनि शुभदा भगिनी भवती वदतु अग्रे वदतु आं भगिनि मनुष्याणां क्रीडासक्तिः बाल्ये भवति अत्र मनुष्याणां इति मनुष्यः इति अकारान्तपुल्लिङ्गशब्दः तस्य षष्ठीविभक्तिः बहुवचने मनुष्याणाम् इति क्रीडासक्तिः अत्र तु समस्तपदमस्ति इति अहं मन्ये तत्र क्रीडायाम् आसक्तिः इति सप्तमी सप्तपुरुषे भवति अहं चिन्तयामि न जानामि फार् शुर् क्रीडायाम् आसक्तिः किमर्थम् इत्युक्ते तत्र तु विषयगत आधारः सप्तमी भवति अतः क्रीडायाम् आसक्तिः इति भवति क्रीडासक्तिः इति तु समस्तपदं स्त्रीलिङ्गे अस्ति ह्रस्व इकारान्त स्त्रीलिङ्गपदं मतिः वर्तते तस्य एकवचनं प्रथमाविभक्ति एकवचनं भवति बाल्यः इति भगिनि अत्र बाल्यं बाल्यम् ओके क्षम्यतां बाल्यम् इति अकारान्त नपुंसकलिङ्गशब्दः तस्य सप्तमीविभक्ति एकवचने बाल्ये इति भवति बालस्य भाव बाल्यम् तावदेव भवती उक्तवती एव बालस्य भावः बाल्यं बालस्य भावः बाल्यं तथा एव बाल्यम् इत्यस्य कृते अन्यत् पदमस्ति शैशवं शैशवम् इति कथनेन शिशोः भावः शैशवम् इति पदमस्ति केवलम् आषोडशवर्षपर्यन्तम् एव बाल्यम् इति वदामः बाल्यं राज्यं पौरोहित्यं सैनापत्यम् इत्यादीनि पदानि चत्वारि पदानि एकेन सूत्रेण निर्मितानि इत्युक्ते तद्धितप्रत्ययान्तपदानि तत्र बहवः तद्धितप्रत्ययाः सन्ति तत्र राज्यं बाल्यम् इत्यादीनि पदानि विशिष्टसूत्रेण निर्मितानि बालस्य भावः बाल्यम् उत्तमम् अग्रिमं वाक्यं नराणां चिन्ता वृद्धत्वदशायां भवति सत्यं वा अद्यतनकाले तु न सत्यं बाल्यावस्थायामेव भवति वदतु भगिनि नराणाम् इति नरः इति प्रातिपदिकम् अकारान्तपुल्लिङ्गशब्दः तस्य षष्टिविभक्ति बहुवचने नराणाम् इति तत्र तु एकम् अन्यं पदमपि अस्ति नृ इति ऋकारान्तपुल्लिङ्गशब्दः तस्य परन्तु तस्य अत्र सम्बन्धं नास्ति इति अहं मन्ये तस्य बहुवचनं दृषु इति भवति अत्र तु नरः एव नराणां षष्टिविभक्ति बहुवचने चिन्ता इति आकारान्तस्त्रीलिङ्गपदं तस्य प्रथमाविभक्ति एकवचने चिन्ता इति भवति मालावत् अथवा रमावत् वृद्धत्वदशायां वृद्धत्वदशा इति आकारान्तस्त्रीलिङ्गपदं तस्य सप्तमीविभक्ति एकवचने वृद्धत्वदशायाम् इति भवति वृद्धत्वस्य दशा इति तस्य समासस्य विग्रहः भवितुम् अर्हति इति अहं मन्ये षष्ठीतत्पुरुषे अतः वृद्धत्वस्य षष्टिविभक्तौ प्रत्ययस्य लोपः भवति तत्पुरुषसमासे साधारणतया समस्तपदेषु अर्धं दृष्ट्वा विग्रहवाक्यं वक्तव्यं भवति वृद्धत्वस्य दशा भवति वा अथवा वृद्धत्वम् एव एका दशा भवति चेत् तत्र भिन्नरीत्या विग्रहवाक्यं वक्तव्यं भवति इत्युक्ते वृद्धत्वम् एका दशा भवति चेत् तत्र भिन्नरीत्या विग्रहवाक्यं वक्तव्यम् अस्ति वृद्धता एव दशा इति वृद्धत्व एव दशा वृद्धता एव दशा वृद्धस्य भाव मेबि वृद्धत्वं यदा वृद्धत्वम् इति पदमपि तद्धितप्रत्ययान्तपदमेव तत्र त्वा इति प्रत्ययः अस्ति मधुरत्वम् इव वृद्धत्वम् अस्ति तस्य कृते पर्यायवाचिनः शब्दाः अन्ये के इति पश्यामश्चेत् वृद्धता इति रूपमपि तत्र साधु एव नो चेत् वार्धक्यम् इति पदमपि अस्ति वार्धक्यम् इति कथनेन तत्र वृद्धस्य भावः वार्धक्यम् इति भवितुमर्हति अपि च नराणाम् इत्यस्मिन् पदे णत्वम् अस्ति किमर्थम् तत्र तु रसाभ्यां नोणः रसाभ्यां नोणः इति सूत्रेण ऋष मूर्धन्यषकारः इति एतानि अस्ति चेत् इति एतानि पदानि अस्ति चेत् तस्य तस्य अनन्तरं यः नकारः अस्ति तस्य णत्वं भवति, मूर्धन्यणकारः भवति इति सूत्रमस्ति. अतः अत्र नराणाम् इत्यस्य नराणाम् इति भवति. नरः इति अकारान्तपदमस्ति चेत् तस्य षष्टिविभक्ति बहुवचनरूपं नराणां भवति, किन्तु नृ इति पदमस्ति चेत् तस्य षष्टिविभक्त्यन्तं रूपं स्मारयति वा? अहं पश्यामि अस्ति, पश्यन्ती अस्मि, तत् वदामि. अत्र नृ इति ऋकारान्तपुल्लिङ्गशब्दः अस्ति. केवलं षष्टि बहुवचनं वदतु. षष्टि बहुवचने नृषु इति भवति, षु इति मूर्धन्यषकारः, दृषु इति भवति, षु ह्रस्व उकारान्त. न न, अत्र नराणां क्षम्यतां नृणाम् इति भवति, अथवा नृणाम् इति भवति दीर्घरुकारान्त रूपद्वयं. नः नोः नृणां किल बहुवचनमेव अन्यदिने भवती एव उक्तवती. ऐ हेव रिटन् इट् हियर्. नः नोः नृणां अथवा नृणां. सो षष्टि बहुवचने रूपद्वयं भवति, नृणाम् अपि च नृणां. नृणां रूपद्वयम् अस्ति वा तत्र? रूपद्वयमस्ति षष्टि बहुवचने. अस्तु भगिनि, धन्यवादाः. अग्रिम अन्तिमं वाक्यं नराणां तत्र रेषाभ्यां कार्यं न करोति, किमर्थं चेत् आकारान्तमस्ति. इतोपि स्पष्टतया वक्तुमिच्छामश्चेत् अत्र एकस्मिन्नेव पदे साक्षात् अनन्तरम् इत्युक्ते रेफस्य साक्षात् अनन्तरं दन्त्यनकारः अस्ति चेत् एव रषाभ्यां नोणः समानपदे इति सूत्रस्य प्रसक्तिः अपि च कार्यं भवति. किन्तु अत्र नराणाम् इत्यस्मिन् पदे रेफात् साक्षात् अनन्तरं दन्त्यनकारः नास्ति, रेफस्य अनन्तरं दीर्घ आकारः अपि अस्ति, इत्युक्ते मध्ये व्यवधानम् अस्ति इति कृत्वा अट्कुप् वाङ्नुं व्यवायेऽपि इति सूत्रेण तत्र णत्वकार्यं भवति. दीर्घ आकारः अट् प्रत्याहारस्थवर्णः, इत्युक्ते अट् प्रत्याहारे दीर्घ आकारः अपि अस्ति, मध्ये व्यवधानम् अस्ति इति कृत्वा अत्र अट्कुप् वाङ्नुं व्यवायेऽपि इति सूत्रेण णत्वकार्यं भवति. किन्तु तस्मिन् सूत्रे रषाभ्यां नोणः इत्यस्य अनुवृत्तिः अस्ति. भगिनी, अत्र शङ्कराचार्यस्य भजगोविन्दं स्तोत्रे अपि बालस्तावत् क्रीडासक्तः, तरुणस्तावत् तरुणीसक्तः, वृद्धस्तावत् चिन्तासक्तः इति सः अपि वदति आचार्यः. उत्तमं, धन्यवादाः भगिनी. लता भगिनी, भवती समापयतु अन्तिमं वाक्यं. तृष्णायाः शान्तिः कदापि न भवति. क्वश्चन् प्रश्नः वुड् बि, तृष्णायाः शान्तिः कदा भवति इति. अत्र तृष्णायाः, तृष्णा इति आकारान्त स्त्रीलिङ्गपद, तृष्णायाः वुड् बि षष्टि विभक्ति एकवचन. तृष्णायाः शान्तिः, शान्तिः इत्युक्ते क्षमा. तृष्णा कदा क्षमा भवति इति, कदापि न भवति. मनुष्याणां तृष्णा कदापि न पूर्णं भवति. एकतृष्णा पूर्णं भवति चेत् अन्य तृष्णा मनसि आगच्छति. अतः एतत् वाक्यम् अत्र दत्तं, तृष्णायाः शान्तिः कदापि न भवति. उत्तमम्. अत्र तृष्णा इति पदस्य कृते अन्यत् पदं पश्यामश्चेत् पिपासा इति पदमपि भवितुमर्हति. तृष्णा अपि च शान्तिः भवती जानाति चेत् वदतु कीदृशं पदम्? शान्तिः इत्युक्ते शम् भवति. शान्तिः अत्रापि अहं सूत्रं न जानामि. पूर्वरूप पररूप ऐ थिङ्क् शान्तिपदे तकारः अस्ति, अतः अनुस्वारः तवर्गस्य अनुनासिक सोरि अनुनासिक नकारः भवति. शान्तिः स्त्रीलिङ्गे इकारान्त स्त्रीलिङ्गे अस्ति मतिशब्दवत्. उत्तमम्. अत्र अनुस्वारस्य स्थाने तवर्गीय अनुनासिकवर्णादेशः लेखनीयः इत्युक्ते एतावता तत्र अनुस्वारयुक्तं रूपम् असाधुरूपं, किन्तु अनुस्वारस्य स्थाने तवर्गीय अन्तिम अनुनासिकवर्णादेशं कृत्वा अत्र तादृशं रूपमेव लेखनीयम् इति विषयः. अपि च शं धातोः रूपमेव शान्तिः, शं धातुतः क्तिन् प्रत्ययस्य योजनेन शान्तिः इति रूपं सिद्ध्यति. शाम्यति इति लट्लकाररूपम् अस्ति. अपि च शान्तिः इत्युक्ते कामक्रोधादिजयः अथवा विषयेभ्यः मनसः निवारणम् एव शान्तिः इति उक्तमस्ति. कदा इति पदस्य प्रसङ्गे केचन प्रश्नाः सन्ति मम पार्श्वे, भवती किञ्चित् उत्तरं वक्तुमिच्छति चेत् साधु. मयूरः शान्तिः इत्यस्य समानार्थकशब्दः शमनम् अपि भवितुमर्हति वा? शमनम् शमनम् इति दृढन्तपदमस्ति. उत्तमम् उत्तमम्. अपि च मयूराः कदा नृत्यन्ति? मयूरः वर्षकाले नृत्यन्ति. उत्तमम्. वञ्चकः कदा सत्यं वदति? वञ्चकः कदापि सत्यं न वदति, दूरतः किल. अन्यथा मा चिन्तयतु भगिनी, केवलं पृच्छामि. लोभिनः कदा धनं न वाञ्छन्ति? लोभिनः लोभिनः अपि कदापि नाट् स्टाप् वाञ्छन्ति. सर्वदा वाञ्छति किल. प्रश्नः लोभी कदा धनं न वाञ्छति? सर्वदा वाञ्छति एव. उत्तमं. दिवाकरः कदा भासते? दिवाकरः प्रातः भासते इति वयं व्यवहारे दिने दिने ओके प्रातःकाले दिवे दिवे अहनि अपि किल. अहनि. उत्तमं भगिनि. अहन् इति पदं नकारान्तपदम् अस्ति, तस्य सप्तमी विभक्तिरूपम् अहनि. अहनि भासते इति वक्तुं शक्नुमः. छात्रः कदा प्रश्नं पृच्छति? छात्रः यदा संशयम् आगच्छति मनसि तदा प्रश्नं पृच्छति. यदा कदा उत्तमम्. अहम् एकां कथां पठितवती, अहं कक्षायाः अनन्तरं प्रेषयामि. कविता कदा स्फुरति, कथायाः नाम अस्ति कविता कदा स्फुरति. इत्युक्ते कवीनां मनसि कविता कदा स्फुरति इति तत्र तत्पदं कविसमयः इति लोके प्रसिद्धः. कविसमयाः इत्युक्ते यदा कवीनां स्फुरणं भवति, स्फूर्तिः भवति, तत्समये एव सा लिख ते लिखन्ति किल, तत् समयः कविसमयः इति उच्यते. कवेः प्रतिभा यस्मिन् समये यस्मिन् समये स्फुरति कविता कदा स्फुरति? यदा तस्य स्फूर्तिः भवति तदा स्फुरति. किमपि तस्य मनसि अतीव भावना उद्भवति तदा स्फुरति. उत्तमं. यशः कदा नश्यति? यशः कदा नश्यति? यदा सः किमपि दुष्टकार्यं करोति अपयशकार्यं करोति तदा यशः नष्टयति. यदा अहंकारः अधिकः जायते तदा यशः नश्यति. यदा अधर्मस्य मार्गे चलति चरति तदा नश्यति. नश्यति, उत्तमम्. अग्रिमे पुटे श्वः, अद्य, श्वः, परश्वः, प्रपरश्वः, ह्यः, परह्यः, प्रपरह्यः इत्यादीनि अव्ययपदानि सन्ति. तेषां प्रसङ्गे अग्रिमे सप्ताहे चिन्तयिष्यामः. अद्य अहम् एकं श्लोकं पठितवती. वदत् महोदय. अष्टमनवमप्रश्नस्य सम्बन्ध अस्ति इति अहं वदन्निच्छामि. महाभारतस्य समाप्तिः अमावास्यां भवति, किन्तु गीताजयन्ती एकादश्यां भवति. एकादशीतः अमावास्यां केवलं पञ्चदिनम् अस्ति. पञ्चमदिनम्. किन्तु गीताजयन्ती आरम्भे धर्मक्षेत्रे कुरुक्षेत्रे तेनयोरुभयोर्मध्ये रथं स्थापितश्चेत् तत्र एकादशी शुक्लपक्षस्य एकादशी टु पौर्णमी त्री डेस् ओन्लि. एकादशी, द्वादशी, ऐ एम् सोरि, त्रयोदशी, चतुर्दशी, हा फैव् डे, पञ्चम, पञ्च, हा. Then another 15, then another 15, another 15 days. For Amavasya. No, 4 days. Ekadashi taha, Ekadashi Panchamataha Chandra gets bigger. I found there is some irregularity in these two, but what I found is that one thing which I know is that the Gita was not told on the first day of the war. It was told only to Arjuna on the first day. On the 10th day, when Bhishma falls... It was related on the 10th day, yeah. When Bhishma falls on the 10th day, then Dhritarashtra gets worried and calls for Sanjaya. And for the Loka, for the world outside, Gita was announced by Sanjaya on Ekadashi day. That is why Sanjaya Uvacha, it starts. Even though Gita was told by Krishna to Arjuna on the first day of the war, it was not available to the public or the world outside. Only when Dhritarashtra asked to Sanjaya what happened, why did Bhishma fall, how did it happen, then Sanjaya was given a special vision by Vyasa because he could go backward and see. So it was conveyed to Dhritarashtra on the 10th day, but it happened on the first day. It happened on the first day, but it was not known to anybody other than Krishna and Arjuna. Because Krishna stopped the time. That is what it is told in the Mahabharata. He paused the time for explaining that only Krishna and Arjuna had the experience of Gita. For the rest of them were all standstill like stone. But Sanjay could see it, but not that day. On the 10th day when Dhritarashtra asked, he can travel in time forward and backward. So he used that capacity of Vyasa's boon to go backward to tell Dhritarashtra what all happened in the war. Upadesha was instantaneous, but for our understanding it is written in 18 chapters. Instantaneous it's in the sense that it is not just one word. But no, like it was Krishna being who he is, he could show the Vishwarupa, that explanation of Vishwarupa itself runs into almost, if in the time gap it is many days, it can run. That is how Sanjaya tells that. So this here Amavasi and then Shukla the thing Shukla Ekadashi. That is what I was just confused when I read that. But I didn't want to stop the class at that time. These people have made a mistake in printing or some mistake, I don't know. So I am missing out something. Etat Vishayah Kutaha Bhavan Avagatam Mahodaya. In Mahabharata it is written. In Mahabharata, original Mahabharata. अद्य अहम् एकं श्लोकं दृष्टवती तदर्थं वदामि. तत् अद्य इति पदस्य प्रसङ्गे बहु उत्तमः श्लोकः. अद्य धारा निराधारा निरालम्बा सरस्वती पण्डिताः सर्वे भोजराजे दिवङ्गते इति प्रथमतया सः लिखितवान्. तं श्लोकं पुनः परिवर्त्य तदनन्तरं भिन्नरीत्या लिखितवान्. अद्य धारा सदा धारा सदालम्बा सरस्वती पण्डिताः मण्डिताः सर्वे भोजराजे भुवङ्गते. इत्युक्ते तत्र एका कथा अस्ति. तस्मिन् सन्दर्भे कालिदासः श्लोकद्वयम् उक्तवान्, भोजराजं प्रति उक्तवान्. कक्षायाः अनन्तरं प्रेषयामि, भवन्तः सर्वे एकवारं शृण्वन्तु. भगिनी वदतु. एतत् कथायां भोजराजः कालिदासं हि फोर्सस् हिम् टु टेल् किं लेखिष्यति भवान् यदा मम मृत्युः भविष्यति इति. हि फोर्सस् हिम् टु टेल् एण्ड् हि डस् नाट् से कालिदास. एण्ड् देन् समथिङ्ग् हेपन्स् एण्ड् हि प्रिटेन्स् टु बि डेड् Bhojaraja. Then suddenly Kalidasa comes to know about this, and then he makes this what you call epithet or epilogue, something not to be written on the grave. I forget that name, epi something, epigraph or something. So he makes this sentence, but then Bhoja hears this and he becomes very happy that such a beautiful thing he has composed, and he gets up. Sort of, he was pretending and he suddenly gets up. Then he, again, Kalidasa changes into a happy note, I think. Something like that. Dharanagaram. Nagarasya Namayava Dhara iti Nagaram asti. Adhya Dhara Niradhara Bhavati Niralamba Saraswati. किमर्थञ्चेत् भोजराजे दिवङ्गते सति इत्युक्ते तस्मिन् श्लोके सतिसप्तमी प्रयोगः अस्ति. भोजराजे दिवङ्गते, सः भोजराजः दिवङ्गतः भवति चेत् पण्डिताः सर्वे तत्र निराधाराः भवन्ति. इत्युक्ते सरस्वती निरालम्बा भवति इति सः उक्तवान्. भोजराजे भुवङ्गते, तत्रापि सतिसप्तमी प्रयोगः अस्ति. धारा सदा धारा इत्यस्मिन् धारानगरं सदा आधारसहितं भवति. इत्युक्ते तत्र आधारः इत्युक्ते सपोर्ट् इति अर्थः अस्ति. धन्यवादः भगिनि. धन्यवादः.